हरि ओम्, नम सर्वेभ्यः. समासचिन्तनवर्गे सर्वेषां स्वागतम्. तत्पुरुषसमासस्य षष्टिसमास तस्य निषेधकसूत्राणि प्रवर्तमानमस्ति. अन्यतमः अस्ति अधिकरणवाचिना च प्रवर्तमानमस्ति इति करपत्रे यद्दत्तमस्ति एकवारं पठित्वा तस्य चिन्तनं कुर्मः. इति आरभ्य उमा भगिनी पठति वा? पठामि महोदय. अधिकरणवाचिन अधिकरणाते विहितः तप्रत्ययः तदन्तेन सुबन्तेन सह षष्ट्यन्तं समर्थं सुबन्तं न समस्यते. अधिकरणार्थे तोऽधिकरणे च द्रव्यगतिप्रत्यय प्रत्यवसानार्थेभ्यः इति सूत्रेण तप्रत्ययः विधीयते. तादृशस्य तप्रत्ययान्तस्य एव अधिकरणवाचिना इति शब्दस्य द्वारा ग्रहणं भवति. अधिकरणं वक्ति इति अधिकरणवाचितेन. अधिकरणवाचिना तृतीयान्तं च अव्ययं सुभामन्त्रिते पराङ्गवत् स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. अत्र तप्रत्ययः सुबन्तेन सह सूत्र अनुवृत्तिसहितसूत्रपर्यन्तं पठतु भगिनि. ओके, रैट् रैट् रैट् इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. प्राक्कडारसमासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः सः सुपा इत्यस्य अधिकारः. षष्टि इत्यस्मात् सूत्रात् षष्टि इत्यस्य अनुवृत्तिः. न निर्धारणे इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः. तेन पूजायाम् इत्यस्मात् सूत्रात् तेन इत्यस्य अनुवृत्तिः. तत्पुरुषः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं षष्टि सुप् अधिकरणवाचिना तेन सुपासः न तत्पुरुषः समासः च. अत्र षष्टि षष्टि सुबन्तं पदम् अधिकरणवाचिना तेन सह ते सुपासः तत्पुरुषसमासः न भवति. अधिकरणार्थे विहितः तप्रत्ययः दट् मीन्स् तप्रत्ययः वेन् इट् मीन्स् सारि अधिकरण अधिकरणं सो अधिकरणं उक्त अधिकरणम् उक्तसमये सुबन्तेन सह षष्टिसमासः न भवति. अत्र अधिकरणवाचिना इति अस्ति. अधिकरणवाचि तत्र अधिकरणवाचि पदं किम् अस् किम् अस्ति न मम अवगतम् इति इदमेव. अधिकरणवाचि सूचितस्य तप्रत्ययः षष्टितत्पुरुषसमासः सुबन्धेन सह न भवति. तत्र अधिकरणवाचि स्वान्तेन सूचितं भवति. तत्र अधिकरणवाचिना इति अधिकरणवाचि तान्तपदम् अस्ति. यदा असितम् इति तत्र तप्रत्यान्तम् अस्ति. तत् अधिकरणार्थे अस्ति कृत्वा अधिकरणवाचि इति उच्यते. किन्तु तत् दृष्ट्वा अधिकरणवाचि वा न वा इति वक्तुं न शक्यते. केवलम् असितम् इति पश्यामः चेत् तत्र अधिकरणवाचि वा न वा इति वक्तुं न शक्यते. अधिकरणवाचि तेन्दपदेन किम् उक्तम् इति सम्पूर्णवाक्यं दृष्ट्वा एव वक्तुं शक्यते. कर्ता उक्ता वा, कर्म उक्ता वा, अधिकरणम् उक्ता वा इति. यदि कर्ता उक्त्वा चेत् कर्ता प्रथमा विभक्तिः भवति. कर्म उक्तः अस्ति चेत् कर्म प्रथमा भवति, यदि अधिकरणम् उक्तं चेत् तत् अधिकरणं प्रथमाविभक्ति भवति इति कृत्वा इदम् असितम् इति अत्र इदम् इति प्रथमान्तमस्ति कृत्वा अधिकरणवाचि अस्ति. कर्तं कर्ता तु नास्ति, असितम् इति पदस्य कर्ता तु नास्ति इदम् इति पदं, न तु तत् कर्ममस्ति इति कृत्वा उक्त प्रथमान्तं दृष्ट्वा एव वाचि वा न इति वक्तुं शक्यते इति. सीतापदे राम रमापदे इदम् असितम् इति अस्ति न रमा, तत्र रमापति रमापति अस्ति प्रथमाविभक्ति, प्रथमाविभक्ति नास्ति. इदम् इति प्रथमा अस्ति, असितम् इति दान्तप्रत्ययम् अस्ति. तत् दान्तप्रत्यय असितम् इति पदेन उक्त अधिकरणवाचि अस्मिन् इति पदस्य सप्तमीस्थाने इदम् इति पदं भवति उक्तत्वात्. Therefore we know that दान्तपदेन अधिकरणवाचि अस्ति इति. अत्र उदाहरणं किं पुनरेव वदतु. इदम् एषाम् असितम् इति अस्ति. असितम् इति त्वान्तप्रत्ययमस्ति. त्वान्तप्रत्ययस्य कर्तार्थे वा कर्मार्थे वा अधिकरणार्थे वा इति न दृष्ट्वा, केवलम् असितम् इति दृष्ट्वा न वक्तुं शक्यते. येषाम् इति प्रथमा नास्ति इति कृत्वा तत् उक्तम् अनुक्तपदस्य षष्टिविधि विहितः इति कृत्वा येषाम् असितम् इत्यत्र तत्र अनुक्तकर्ता अस्ति. किन्तु असितम् इति उक्तत्वात् अस्मिन् येषाम् आस्ते इति अस्ति कर्तरिप्रयोगे. तत्र आस्ते इति स्थाने प्रत्यय असितम् इति इति कृत्वा अत्र अस्मिन् पदस्य स्थाने प्रथमविभक्ति भवति इदम् इति. सः अस्मिन् आस्ते इति पदं कर्तरिप्रयोगे. अवगतं वा? अवगतं महोदय. तत्र अरुणा भगिनी उदाहरणं पठति वा? अत्र अत्र वाट् इस् अड्वान्टेज् आफ् सप्तमी अधिकरणविभक्ति? इत्स प्रयोग एव. ओके, नो स्पेशल् अड्वान्टेज्. ओके, नो स्पेशल् अड्वान्टेज् बट् तत्र षष्टिसमासः न भवति इति कारणतः अधिकरणवाचिनः षष्टि न समस्यते. ओके, अवगतं महोदय. थेङ्क् यु. पुनः अवगतं तत् प्रणतं पुनः अवनतत्. तत्र अधिकरणवाचिना इति अधिकरणवाचिना यद् वाक्यं भवति दान्त पदेन यद् वाक्यं रचितं भवति तत्र षष्ट्यन्तम् अस्ति कर्तुः. तादृश अवस्थायां षष्ट्यन्तपदं त्वान्तपदेन सह समस्यते वा इति. येषाम् असितम् इति अत्र अस्ति न, येषाम् इति षष्ट्यन्तम् अस्ति, असितम् इति अस्ति, तत्र षष्टिसम्बन्धः अस्ति अस्य, ऐ मीन् इट् इस् दिस् प्लेस् आर् प्लेस् अस्ति. सो केन् वि टेक् अ षष्ट्यन्तसम्बन्धं षष्टितत्पुरुषसमासः भवितुमर्हति, सम्बन्धार्थे भवितुमर्हति वा इति प्रश्नः अस्ति. सो सम्बन्धः अस्ति चेत् तत्र अधिकरणवाचिना त्वान्तपदम् उपयुक्तम् अस्ति कृत्वा तत्र समासः न कर्तुं शक्यते इति सूत्रं वदति. सम्बन्धं नास्ति इति कृत्वा न न सम्बन्धः नास्ति, सम्बन्धः अस्ति किन्तु त्वान्तपदस्य विशेषप्रयोगः अस्ति अधिकरणवाचिरूपेण इति कृत्वा तत्र समासः निषिद्धः अस्ति. ओके ओके. नार्मल् सर्कम्स्टेन्सेस् सम्बन्धः अस्ति चेत् सम्बन्धान्ते षष्टि भवितुम् अर्हति, षष्टि इति सूत्रेण षष्टिसमासः. किन्तु यदि अधिकरणवाचि रूपेण स्वान्तपदम् अस्ति तत् कथं जानीमः? वाक्यं दृष्ट्वा सप्तम्य अधिकरणवाचि प्रथमाविभक्ति अस्ति चेत् तत्र स्वान्तपदम् अधिकरणवाचि अस्ति. तादृश अधिकरणवाचि सम्बन्धम् अस्ति चेदपि कर्तुः समस्या न समस्यते. ओके ओके. वदामि महोदय. इदम् आसितं रचितं महोदय. आसितम् आसितम् आस् इति धातुतः अधिकरणार्थे क्ता प्रत्ययः विधीयते. आसित इति प्रातिपदिकं निष्पन्न. अधिकरणार्थे आसितम् इति ता प्रत्ययान्तशब्दस्य एषाम् इति षष्ट्यन्तेन शब्देन सह षष्टि इति सूत्रेण यः षष्टितत्पुरुषसमासः प्राप्तः आसीत् तस्य निषेधः क्रियते अधिकरणवाचिना च इति सूत्रेण. अतः हस्तप्रयोग एव करणीयः. इदम् एषाम् आसितम् अत्र आसितम् इति अधिकरणार्थे क्तापत्यान्तः शब्दः अस्ति. प्रातिपदिकम् आसितमिति प्रातिपदिकम् अस्ति. अधिकरणार्थे आसितम् इति ताप्रत्ययशब्दः येषाम् इति षष्ट्यन्तशब्देन सह षष्टि इति सूत्रेण समासकर्तुं भवति. परन्तु अद्यसूत्र अधिकरणवाचिना च इति सूत्रेण न समासः भवति, केवलं प्रत्ययप्रयोगमेव. अत्र प्रश्न उदेति यत् आसितम् इति प्रत्ययान्तस्य योगे षष्टिविभक्तिः कथं प्राप्यते इति. प्रश्न अस्ति प्रत्ययान्तस्य आसितमिति प्रत्ययान्तयोगे षष्टिविभक्ति पदं कथं प्राप्यते इति, केन सूत्रेण प्रश्न अस्ति. अस्तु प्रश्नः अस्ति चेत् कर्तुकर्मणोः कृति इति सूत्रेण कृत्योगे अनुक्तकर्तुः अनुक्तकर्मणः च षष्ठी विधेयते इति जानीमः. परन्तु किन्तु न लोकव्यय निष्ठा कलर्थातॄणाम् इति सूत्रेण ला उ उक अव्यय निष्ठा कलर्था तृणि इत्येषा प्रयोगे षष्टिविभक्तिः न भवति. तावतु निष्ठ इति सूत्रेण कतश्च ताश्च तावश्च प्रत्ययोः निष्ठासंज्ञः भवतः. न लोक अव्ययनिष्ठा कलत्रातॄणाम् इति सूत्रेण निष्ठा इत्यनेन प्रत्ययत्वः ग्रहणं भवति. कर्तुकर्मणो कृति इति सूत्रेण ताप्रत्ययसंयोगे अनुक्तकर्तुः अनुक्तकर्मणः च षष्ठीप्रसक्तिः अस्ति. तस्य निषेधः भवति न लोकव्यव्य अव्ययनिष्ठा कलत्राणाम् इति सूत्रेण. अतः ताप्रत्ययसंयोगे षष्ठी न प्राप्यते. एवं तर्हि कथं षष्ठीतत्पुरुषसमासः जायते? ओके, प्रश्नः अस्ति ताप्रत्ययसंयोगे षष्ठीविभक्ति कथं प्राप्यते. कर्तुकर्मणोः कृति इति सूत्रेण कृत् कृत्योगे अनुक्तकर्म अनुक्तकर्मणः षष्टिविभक्ति भवति इति वयं जानीमः. अन्यसूत्रमस्ति लोक अवेहनिष्ठा कलतॄणाम् इति सूत्रे अव्ययनिष्ठा क्लार्थ तृणि इत्येषां प्रयोगे षष्टिविभक्तिः न भवति. वयं जानीमः भवतु निष्ठा इति सूत्रेण ताश्च तश्च प्रत्ययोः निष्ठासंज्ञा भवतः. वयं जानीमः सा प्रत्यय अस्ति चेत् निष्ठा इति नामकरणम् अस्ति. सा प्रत्ययः वा भवतु प्रत्यय निष्ठा इति संज्ञा अस्ति. ततः न लोक अव्ययनिष्ठा कलतॄणाम् इति सूत्रेण निष्ठा इति वक्तमस्ति. ततः षष्टिः न भवति निष्ठाकनाद्भिः. कर्तृकर्मणोः कृतिः सूत्रेण ताप्रत्ययसंयोगे अनुक्तकर्तु अनुक्तकर्म षष्टिः प्राप्ति अस्ति. न महोदय, षष्टि ताप्रत्ययस्य योगे षष्टिविभक्ति कथम् आगच्छति इति संशयः अस्ति. तत् अर्थमस्ति वा कर्तुकर्मणोः सूत्रेण अनुक्तकर्म अनुक्तकर्तु कञ्चित् षष्टिविभक्ति, परन्तु न लोक अव्ययनिष्ठा कलतॄणाम् इति सूत्रेण निष्ठाप्रत्यय अस्ति चेत् निषेधः भवति. अत्र किम् उच्यते, कर्तृकर्मणो कृति इति कर्तृकर्मणो कृति इति सूत्रं वदति कृत् प्रत्यययोगेन. कृत् इत्युक्ते तत्र सर्वकृत्प्रत्ययानां कृति इति अस्ति. तत्र का तव तु अत्र अन्यानि कृत्प्रत्ययानाम् अपि उल्लेखः अस्ति. तस्य संयोगे अनुक्तकर्तुः अनुक्तकर्मणः षष्टिविहितं भवति इति षष्टिविधानं भवति. किन्तु तस्य बाधकसूत्रमस्ति न लोकाव्ययनिष्ठा कलतृणा. तत्र निष्ठा इति सूत्रे अस्ति इति कृत्वा ता प्रत्ययः निष्ठा इति संज्ञा प्राप्यते ता तवतु निष्ठा इति सूत्रेण. तादृशनिष्ठाशब्दस्य न इति पदेन षष्टिविधानं निषिध्यते इति कृत्वा कर्तृकर्मणो कृतीन यत् षष्टि प्राप्तः तस्य निषेधः भवति न लोकाव्ययनिष्ठा कलतृणा. तत्र प्रश्न उदेति यदि षष्टिनिषेधः भवति, अत्र तु षष्टि दृश्यते, केन कारणेन षष्टि दृश्यते? तत् अग्रिमपरिच्छेदे दत्तमस्ति. अत्र उच्यते यत् अधिकरणवाचिनश्च न तु अचिकरणवाचिनाश्च इति अधिकरणवाचिनः च इति सूत्रेण अचिकरणवाचिनः तस्य योगे सा प्रत्ययस्य योगे षष्टिविभक्तिर्भवति. यद् निषिद्धमस्ति न लोकाव्ययनिष्ठकर्तृणां तस्य प्रतिप्रसवं भवति अधिकरणवाचिनश्च इति सूत्रेण. अर्थात् अधिकरणवाचिनास्ते ता प्रत्ययस्य योगे षष्टिः स्यात्. इदं सूत्रं न लोकाव्ययनिष्ठकर्तृणाम् इति निषेधः निषेधस्य अपवादः. यदा इदम् एषाम् आसितम् इदम् एषां शयितम् इदाम् अहे सुप्तम् इदं वनकम्पे यातम् इदम् एषां भुक्तम् इदम् एषाम् अशितम् इदम् एषां गतम् न लोकाव्ययनिष्ठकर्तृणाम् इति सूत्रेण प्रतिषेधे प्राप्तः पुनः षष्टिः विधीयते अधिकरणवाचिनश्च इति सूत्रेण. अधिकरणवाचिनश्च इति सूत्रं न लोकाव्ययनिष्ठकर्तृणाम् इति सूत्रस्य अपवादकः. अत्र उदाहरणं पश्यतु, उदाहरणमस्ति इदम् एषाम् आसीतम् आसीतम् इति शान्तप्रत्ययः अस्ति, तत् अधिकरणवाचि कथं भवति? उक्त अधिकरणस्य अस्मिन् तत्र स्थाने इदमिति उपयुक्तमस्ति, प्रथमा उपयुक्तम् इति प्रथम अस्मिन् स्थाने इदमस्ति दृश्यते इति कारणतः असितम् इति अधिकरणवाचिना भवति, अधिकरणवाची भवति। यदि अधिकरणवाची भवति तत्र अनुक्तकर्ता सः इति अस्ति, तस्य तत् एतत् इति अस्ति, एतत् इति तस्य षष्टि भविद्यते अधिकरणवाचिनश्च इति सूत्रेण, इति कृत्वा एषाम् इति भवति षष्टि बहुवचनम्, इति कृत्वा इदम् एषाम् असितम्, एवं विधम् इदम् एषां शयितं, शयितः, शयिता इति दान्तप्रत्ययमस्ति, तत्र अधिकरणमस्ति अस्मिन् शयितं, स्लीपिङ्ग् हियर् रैट्, सो इट्स् शोयिङ्ग् लोकेशन्, सो बट् उक्त अस्मिन् इति अधिकरणम् उक्तत्वात् अस्मिन् स्थाने इदम् इति आयाति, शयितम् अधिकरणवाची भवति, यदा शयितम् इति अधिकरणवाची भवति तस्य अधिकरणवाचिनश्च इति सूत्रेण कर्तुः षष्टि, अनुक्तकर्तुः षष्टि भवति, सर्वत्र एवम् अस्ति, इदम् अहे सूक्तम्, इदं वनकम्पे यातम्, वनकपे इदम् येषां दुप्तम्, इदम् येषाम् आशितम् अशितम् इति इदम् येषां गतम्, तत्र तत्रापि इति गत गत इति कान्तप्रत्ययमस्ति, अस्मिन् गतः, अस्मिन् गतः इति अस्ति, तत्र येषाम् इति पदस्य षष्टिभिहितं भवति इति गतम् इति अधिकरणवाचिरूपेण प्रयुक्तमस्ति कृत्वा अस्मिन् गतम् इति स्थाने इदं गतम्, इदं गतम् इति भवति, तादृश अवस्थायाम् अनुक्तकर्तुः येषाम् इति षष्टिभिहितः भवति अधिकरणवाचिनश्च इति सूत्रेण, अवगतं अवगतं वा भगिनि? अत्र इदमेव अधिकरणवाचकस्य प्रथमाविभक्ति सूचयति इति वा? गतम् इति गतः इति गताः गता अथवा गतम् इति दृष्ट्वा अधिकरणवाचि वा न वा इति वक्तुं न शक्यते, किन्तु वाक्यं दृष्ट्वा किं सूचयति? अस्मिन् स्थाने इदम् इति प्रयुक्तं भवति कृत्वा उक्तत्वात् प्रथम उक्तत्वात् गतम् इति उक्तत्वात् प्रथमा भवति तस्य अधिकरणस्य इति कृत्वा तत् अधिकरणवाची भवति, यदा अधिकरणवाची भवति तत्र अधिकरणवाचिनश्च इति सूत्रेण अनुक्तकर्तुः षष्टि भवति, अनुक्तकर्तुः ओके ओके उक्त अधिकरणस्य प्रथमा भवति अनुक्तकर्तुः षष्ठी भवति, तदेव उषा भगिनी पठति वा इदम् येषाम् आसीतम् इत्यत्र? आम् महोदय, इदं येषाम् आसितम् इत्यत्र आस् इति आकर्मकधातुतः द्रव्यार्थे अस्ति इति कृत्वा अकर्मकधातुतः द्रव्यार्थे अस्ति इति कृत्वा थो अधिकरणे द्रव्यगतिप्रत्ययवसनार्थेभ्यः इति सूत्रेण अधिकरणार्थे तप्रत्ययः विधीयते, अतः आसितम् इति रूपं लभ्यते। इदम् इति अधिकरणवाचि शब्दः, आसितम् इति तान्तेन उक्तः इति कृत्वा इदम् इति प्रथमाविभक्तौ अस्ति, अत्र तप्रत्ययः अधिकरणार्थे विहितः इत्यतः अधिकरणम् उक्तं भवति येन अधिकरणस्य प्रथमाविभक्तिः एव जायते। मम कृते वा आर् एव्रिबडि एको ऐ केन् हियर् द एको मेबि एव्रिबडि हियरिङ्ग् लेट् मी ट्रै देट् ओके सामान्यतया अधिकरणस्य सप्तमी विभक्तिः जायते सामान्यतया अधिकरणस्य सप्तमी विभक्तिः जायते यदि अधिकरणं प्रत्ययेन अनुक्तं भवति परन्तु अत्र तप्रत्ययेन अधिकरणम् उक्तम् इत्यतः अधिकरणस्य प्रथमा जायते आसितम् इत्यनेन इदम् इति अधिकरणम् उक्तं परन्तु इमे इति कर्तारः इमे इति कर्तारः तु अनुक्ताः सन्ति तर्हि आसितम् इति तप्रत्ययान्तस्य योगे इमे इति कर्तॄणां षष्ठी प्राप्ता अस्ति कर्तृकर्मणोः कृति इति सूत्रेण तस्य षष्ठेः निषेधः क्रियते न लोकाव्ययनिष्ठा कलर्ततॄणाम् इति सूत्रेण पुनः अधिकरणवाचिनश्च इति सूत्रेण अधिकरणवाचिनः तस्य प्रयोगे कर्तुः षष्टिविभक्तिः भवति आसितम् इति तान्तस्य योगे अनुक्तकर्तरि षष्टिविभक्तिः जायते अतः येषाम् इति षष्ट्यन्तं जायते वाक्यं भवति येषाम् इदम् आसितम् इति आसितम् इति आस् धातुः अकर्मकधातुः अकर्मकधातुः इत्येव द्रव्यार्थे इति अर्थः अकर्मकधातुतः अकर्मकधातु एव सूचयति द्रव्यार्थे स्थिरता ऐ थिङ्क् या द्रव्यार्थे अकर्मक स्थिर इति अर्थेन अकर्मकधातु सूचयति अकर्मकधातुतः आस् इति अकर्मकधातु इति कृत्वा तो अधिकरणे च द्रव्यगतिप्रत्ययवसनार्थेभ्यः इति सूत्रेण अधिकरणार्थे तप्रत्ययः विधीयते आस् इति धातुतः तप्रत्ययः विधीयते अधिकरणार्थे तो अधिकरणे च द्रव्यगतिप्रत्ययवसनार्थेभ्यः इति सूत्रेण अतः आसितम् इति रूपं लभ्यते आस् तप्रत्ययः आसितम् ओके आसितम् इदम् इति अधिकरणवाचिशब्दः आसितम् इति तान्तेन उक्तः भवति उक्तः इति चेत् इति कृत्वा इदम् इति प्रथमा विभक्तौ अस्ति महोदय दट्स् वाट् यु से अस्मिन् इति कृते इदम् इति अधिकरणवाचिशब्दः प्रथमा विभक्ति भवति तप्रत्ययस्य अधिकरणार्थे विहितः अधिकरणं सूचयति इत्यनेन अस्मिन् इति कृते इदम् इति प्रथमा विभक्ति जायते इदम् आसितम् इति भवति इदम् आसितम् इति कृते कर्तुः कर्तुः इत्युक्ते टाकिङ्ग् अबौट् इमे आसितम् इत्यनेन इदम् इति अधिकरणम् उक्तं परन्तु इमे इति कर्तारः तु वाट् इस् दिस् इमे इयम् इमौ इमे नो नो नो अयम् इमौ इमे ओ अयम् इमौ इमे अयम् इति कृते एव अस्मिन् इदम् इदम् इमौ नो वाट् इस् इदम् इमानि अयम् इति प्रथम एकवचनम् अयम् इति प्रथम एकवचनम् इमे इति प्रथम बहुवचनम् प्रथमं बहुवचनम् अस्मिन् इति तत् इदं तत्र इदं इदम् इति नपुंसकलिङ्गं नपुंसकलिङ्गप्रथमाविभक्ति भगिनी प्रथमाविभक्ति महोदय सो तदेव तत्कृते एव इदम् इमानि तदेव तत् अधिकरणस्य सूचकवाचकम् अस्ति इमे इति कर्तारं सूचयति इमे एन्द शब्दत् लवर्द् अयम् इमौ इमे ओ अयम् इमौ अयम् इति पुल्लिङ्गम् इदम् इदम् एप्रि पोर्द् इदम् इदं इदम् इति इदम् इति नपुंसकलिङ्गम् एकवचनं विभक्ति अदोड रूपम् एन इम इदम् इमानि या ஷஷ்டி பகுவசனம் ரைட் ரைட் ரைட் ரைட் ஆம் மோதே ஆம் एकवचनम् If it had been ekavachane, then it would have been ayam. And then in the vakya it will be idam asya asitam. Asya, right. Amodaya, yeah. So ime asitam ityanena idam iti adhikaranam uktam bhavati. So dravya gati प्रत्यवसनार्थेभ्यः इति सूत्रेण आस् इति धातुतः त प्रत्ययः विधीयते इत्यनेन इदम् इति प्रथमाविभक्तो भवति. ओके, देन् कर्ता इमे इति कर्ता प्रथमाविभक्तो बहुवचनं कर्ता तत्तु विभक्ति किम् इति कृते कर्तृकर्मणोः कृति इति सूत्रेण त प्रत्ययः इति चेत् hang on mod no problem ye appu avan edukadi inga kuppi ye appu avan edukadi inga kuppindirpaandi e kanna pa My 5-year-old grandson is like constantly playing. No problem. It's okay. Sorry, Modya. No problem. He keeps calling the phone. He knows that I am here. Asitam ityanena idam iti adhikaranam uktam. ओके, परन्तु इमे इति कर्तातः षष्टिविभक्ति कथं जायते इति कृते इमे नौ द सेण्टेन्स् आसितम् इदम् आसितम् इदम् आसितम् इति कृते कर्ता कृते आसितम् इति कृतन्तपदं कर्तृकर्मणो कृति इत्यनेन अनुक्तकर्ता षष्टिविभक्ति भवितुम् अर्हति. न लोकाव्ययनिष्ठा कलर्तॄणाम् इति सूत्रेण निष्ठाशब्दः कृते षष्टिविभक्ति न भवति इति निषेधसूत्रं वदति. निषेधसूत्रस्य वदति अनन्तरम् अधिकरणवाचिनश्च इति सूत्रं षष्टि पुनर्विधानं भवति. अधिकरणवाचिनश्च इति सूत्रेण अनुक्तकर्ता कृते अधिकरणवाचिनश्च इति सूत्रेण षष्ठीविभक्तिः पुनर्जायते पुनर्भवति इत्यनेन इमे इत्यस्य कृते येषाम् इति षष्ठीविभक्ति बहुवचनं भवति. इदं येषाम् आसितम् इति द्रव्यगतिप्रत्यवसनार्थेभ्यः इत्यनेन तप्रत्ययः अधिकरणवाचनम् अधिकरणवाचनम् इत्यनेन इदम् इति प्रथमाविभक्ति इदम् इति प्रथमाविभक्ति इत्यनेन येषाम् इति षष्टिविभक्ति भवति. सो वि हव् टु लुक् अट् बोत् कर्ता षष्टिविभक्ति भवति वा अपि च इदम् इति प्रथमा वाट् एवर् इस् प्रथमाविभक्ति अधिकरणवाचनम् इति सूचयति इति अपि Just by seeing asitam, we cannot decide whether the ta pratyaya is used in what artha. Kartarate bhurtvam astiva, karmarte ustuvam, adhikaranarte ustuvam, iti na jayate, nyayate. Tat vakyam drishtva eva paktum shakyate, kasmin arte ta pratyaya upayuktaha. See, if it is gramam gataha, iti asti chet, tatra gramam iti uktatvat karma asti. कर्म उक्तवती तेन गामं गतः तत्र तेन अनुक्तकर्त्वं तृतीया भवति उक्तकर्मः प्रथमा भवति ग्रामं गतम् इति भवति रैट् अर्थ उक्त अस्ति चेत् तत्र किं भवति ग्रामः गतः रैट् तेन ग्रामः गतः ग्रामः इति पुल्लिङ्गम् ग्रामः भवति वा ग्रामं भवति वा ग्रामः इति पुल्लिङ्गं महोदय सो प्रथमाविभक्ति उद्भि ग्रामः गतः ग्राम तेन ग्रामः गतः भवति न गतः दिस् लिङ्गम् एण्ड् मिक्सिङ्ग् अप् इस् कन्फ्यूसिङ्ग् फार् मी तेन ग्रामः गतः तेन ग्रामः गतः सो किञ्चित् कर्ता उक्त्वा अस्ति चेत् किं भवति कर्ता उक्ता चेत् नार्मलि त प्रत्ययः ओन्लि गत्यार्थे इट् केन् कम् इन् षष्टि इट् केन् कम् इन् कर्ता गत्यार्थे कर्तरि रावणः मृतः we are using it now kaha mrutah ravanah mrutah right but mrutah gatyartava tatra ravana karma padam bhavati che ramena ravana mrutah iti bhavati na ramena ravanah mrutah सो कत्यर्थं न कर्तरि वरं बट् सो मृत्कुं वर्मा ऐ डोण्ट् नो सी लेट् अस् मेक् ए लट् लकारवाक्य रामः ग्रामः रामः इति कर्तृपदं ग्रामः इति कर्मपदं गम् इति धातु गच्छति रामः ग्रामं गच्छति right now gacchati iti sthane ta pratyaya gatah gata iti ta pratyaya so ramena gramah gatah iti bhavati na right so we know that gatah iti ta pratyah adhikarana vachina nasti right atra karmaarthe asti karmaarthe asti but if the gatah iti padam drodavya to adhikarane cha dravya gati pratyavasanartebhya iti sutrena adhikarana vachi bhavati iti krutva adhikarana vachi iti padam padam asti tatra kim bhavati gatah iti adhikarana vachi asti iti krutva kim bhavati रामस्य इति भवति रैट् रामस्य रामस्य गतः तत्र अधिकरणम् अधिकरणार्थं किम् अस्ति अधिकरणं सूचयितुं शक्यते न ग्रामः तु अधिकरणं नास्ति तत्तु कर्म अस्ति तो रामः अस्मिन् गतः इति स्थाने रामेण रामस्य इदं गतम् इदं रामस्य गतम् इति भवति गत्यर्थः पण्डिनो मनम् इति पण्डले एनिवे इदं रामस्य गतं रैट् सो रामस्य ईस् कमिङ्ग् बै अधिकरणवाचिनश्च इति सूत्रेण कर्तृकर्मणो कृति षष्टि भवति न लोकाव्ययनिष्ठकर्तृणां निषेधः भवति पुनर्विधानं भवति अधिकरणवाचिनश्च वै बिकास् गतम् इति गता इति अधिकरणवाची भवति तो अधिकरणे च द्रव्यगतिप्रत्यवसानार्थेभ्यः इति सूत्रेण अधिकरणार्थे भवतु इति इच्छा अस्ति वक्तुः इति कृत्वा अधिकरणवाची भवति चेत् तत्र अधिकरणस्य प्रथमा भवति अनुक्तकर्तुः षष्ठी भवति तदेव एवमेव अन्येषु उदाहरणेषु अपि द्रष्टव्यम्. उमा भगिनी पठति वा? पठामि. इदम् एषां पुस्तकम् गतं पूर्वमस्ति न गतम् इदम् इदम् एषां गतं गम् इति धातुतः अधिकरणार्थे सप्रत्ययः विधीयते गत इति प्रातिपदिकं निष्पन्नम्. अधिकरणार्थे गतम् इति सप्रत्ययान्तस्य शब्दस्य येषाम् इति षष्ट्यन्तेन शब्देन सह षष्टी इति सूत्रेण यः षष्टी तत्पुरुषसमासः प्राप्तः आसीत् तस्य निषेधः क्रियते अधिकरणवाचिना इति सूत्रेण. अतः यस्य प्रयोगः एव करणीयः इदं येषां गतम् अवगतं महोदय. ओके. इदम् येषां उक्तं बुद् इति धातुतः अधिकरणार्थे तप्रत्ययः विधीयते भुक्त इति प्रातिपदिकं निष्पन्नम्. अधिकरणार्थे भुक्तम् इति तप्रत्ययान्तस्य शब्दस्य येषाम् इति षष्ट्यन्तेन शब्देन सह षष्टी इति सूत्रेण यः षष्टी तत्पुरुषसमासः प्राप्तः आसीत् तस्य निषेधः क्रियते अधिकरणवासिना च इति सूत्रेण. अतः यस्य प्रयोगः एव करणीयः इदं येषां मुक्तम् अत्र वदतु महोदय. वै वि हव् टु अण्डर्स्टाण्ड् वन् थिङ्ग् इन् आल् दीस् ता प्रत्यय वेन् इट् इस् ए अधिकरण अधिकरण अर्थे अस्ति इति कृत्वा this place he is eating, this is the place he is walking, this is the place where he is sleeping, like all those things where one work is being done, that location which is when it is being mentioned, the ta pratyayasya adhikarana vachi iti samyam prapyate tatra. As a, there are three conditions for which it will that one is dravyarthe sthairyam. स्थिरता कुत्रापि अस्ति. हि इस् सिटिङ्ग् हियर्, हि इस् स्लीपिङ्ग् हियर्, आर् हि इस् वाकिङ्ग् नाट् वाकिङ्ग् कम् इन् द नेक्स्ट् वर्ड् लैक् यु नो दिस् इस् हिस् वर् हि इस् सिट्स् आर् लैक् देट् इट् इस् कम् द्रव्यार्थे. देन् हि दिस् इस् वर् हि इस् वाकिङ्ग् गत्यर्थ द्रव्य गति प्रत्यवसानर्थे. प्रत्यवसानं मीन्स् भोजनं. सो वर् हि सिट्स्, वर् हि वाक्स्, वर् हि ईट्स्. For example, just for three words, the three only examples. Dravya gadi pratyavasanate bhyaha atta adhikaranecha. It is when the adhikarana vachi samnya prapyate. Ta pratyasya. Yoge. So you have gatam gatyartaha. Bhuktam idi pratyavasanate bhyaha. Ashitam, ashitam. Tatra stailyarte. Atava dravyarte. So these are the three things under which adhikarana vachi shabda can be generated by using ta pratyaya. That is what is the next sutra, next parichedam is explaining that. Tat padatu bhagini. Mahodaya, dravya, dravya artham kim mahodaya? Sthirata, sthirata vachakepya. That is unmoving, unmoving. Okay. तु अधिकरणे च द्रव्यगतिप्रत्यवसानार्थेभ्यः प्रत्यवसानार्थेभ्यः यः तु विहितः सः अधिकरणे भवति. द्रव्यार्थे द्रव्यार्थकेभ्यः स्थिरतावाचकेभ्यः गत्यर्थकेभ्यः प्रत्यवसानार्थकेभ्यः भोजनार्थकेभ्यः इच्छ धातुतः इच्छ धातुभ्यः अधिकरणार्थे स प्रत्ययः विधीयते. साध्यता प्राप्तम् अस्मिन् सूत्रे अधिकरणार्थे तप्रत्ययः विधीयते इत्यतः कर्मार्थे भावार्थे तस्य निषेधः न स्यात्. एतदर्थं सूत्रे सकारग्रहणम् अस्ति. अतः यथा प्राप्तं कर्तृत्वे कर्मार्थे भावार्थे च तप्रत्ययस्य समुच्चयः क्रियते. अतः यथा प्राप्तं कर्तृत्वे कर्मार्थे भावार्थे च तप्रत्ययस्य समुच्चयः क्रियते. सूत्रे सकारग्रहणेन यथा प्राप्तं कर्तृत्वे कर्मार्थे भावार्थे च तप्रत्ययः विधीयते. द्रव्यार्थाः अकर्मकाः, प्रत्यवसानार्थाः अव्यवहार्थाः. ओके, अव्यवहार्थाः फुड् इति स्वनिकायप्रसिद्धिः. निकाय इत्युक्ते विषयः इत्यर्थः. स्वनिकायप्रसिद्धिः इत्युक्ते स्वविषयप्रसिद्धिः. द्रव्यं नाम स्थैर्यं, स्थिरता. सूत्रे द्रव्यशब्देन स्थिरता इत्यस्मिन् अर्थे ये दातवः सन्ति तेषां सर्वेषां ग्रहणं भवति. एवमेव गत्यर्थकानां प्रत्यवसानार्थकानां च ग्रहणं भवति. द्रव्यञ्च गतिश्च प्रत्यवसानञ्च तेषाम् इतरेतरयोगद्वन्द्वः. द्रव्यगतिप्रत्यवसानानि तानि अर्थः येषां ते द्रव्यगतिप्रत्यवसानार्थाः तेभ्यः. द्रव्यगतिप्रत्यवसानार्थेभ्यः प्रथमान्तम् अधिकरणे सप्त्यन्तं च अव्ययम्. द्रव्यगतिप्रत्यवसानार्थेभ्यः पञ्चम्यन्तम् कृदतिम् इत्यस्य अधिकारः, प्रत्ययः परश्च इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् अधिकरणे द्रव्यगतिप्रत्यवसानार्थे प्रत्यवसानार्थेभ्यः कृत् च. सो अधिकरणवाचिना इति वदति चेत् तस्य तत् वाचः प्रथमा भवति, उक्तं भवति. सो द्रव्यगतिप्रत्यवसानार्थेभ्यः इति एतत् त्रय एतानि त्रयविषये एव अत्र अधिकरणार्थे सम्भवति. अधिकरण वाचिना सम्भवति, अधिकरणवाचि सम्भवति. सो त कृत् त च ओके, द्रव्यगतिप्रत्यवसानार्थेभ्यः कृत् त च. वाट् इस् द मीनिङ्ग् आफ् कृत् त च? सो वेन् यु आड् कृत् प्रत्यय त च इति अस्ति अधिकरणविषये. अधिकरणविषये द्रव्यगतिप्रत्यवसानार्थेभ्यः अत्र एते अर्थे यत् एतानि एतानि धातूनां कृत् प्रत्ययस्य योगं भवति, तत्र अधिकरणवाचि भवति इति अस्ति, अधिकरणविषयं भवति इति. अधिकरणवाचिना इति अधिकरणवाचि शब्दः प्रथमाविभक्तिः भवति चेत् अत्र अधिकरण अधिकरण अर्थं सम्भवति. देन् द्रव्यगतिप्रत्यवसान वाचः षष्ठी सम्भवति. देन् तप्रत्ययः अपि भवति. So there are three parts. One is adhikarana adhikaravachi ta pratyaha and shashti shashti karta karti shashti sorry shashti vibhakti eva kartuhu uktam samme ata ushabagini mama मम स्पष्टार्थं चात् यदा प्राप्तम् इति आरभ्य विद्याभगिनी किम् उक्तमस्ति अत्र अस्मिन् सूत्रे अधिकरणार्थे ता प्रत्यय विधीयते इत्यतः कर्मार्थे भावार्थे तस्य निषेधः न स्यात् एतदस्तं सूत्रे चकारग्रहणम् अस्ति अतः यदा प्राप्तं कर्तार्थे कर्मार्थे भावार्थे च तप्रत्ययस्य समुच्चयः क्रियते अत्र किं वक्तुम् इच्छति निषेधः न स्यात् कर्मार्थे भावार्थे जनरली कर्मार्थे भावार्थे अत्र अधिकरणार्थे इति विहितेन तप्रत्ययः कर्मार्थे भावार्थे भावार्थे नास्ति इति नास्ति तस्य कृते निषेधः अपि नास्ति दे आर् आल्सो इन्क्लूडेड् इस् वाट् ऐ अण्डर्स्टुड् अधिकरणार्थे अपि भवति कर्मार्थे अपि भवति भावार्थे अपि तप्रत्ययः भवितुम् अर्हति तत्र तस्य why should that be specified here because तस्य तेषां प्रयोगः एव नास्ति न no no that 3476 sutra that cha is like before that it comes that tayoreva krityakta kalartaha which says that that sutra is like is saying that the tapratyeha is in bhavarthe and karmarthe this is 3476 that sutra is 3470 the 3470 sutra that's the most important tayoreva krityakta kalartaha just before that is the laha karmani cha bhave cha akarmakebhyah from that sutra the laha karmani cha bhave cha akarmakebhyah and tayoreva krityakta kalartaha the tayoreva krityakta kalartaha says out of those pratyayas laha that laha karmani cha bhave cha akarmakebhyah says the sakarmaka dhatu get kartari and karmani and akarmaka dhatu get kartari and bhave so out of that then the next sutra the tayoreva krityakta kalartaha says out in those the tayoho that laha that we talked about in the previous sutra kritya the ta pratyaya and kalarta shabdaha comes under bhava and karma that's what it says karma and bhava from the previous sutra comes to this sutra the 3470 where it says kritya pratyaya the ta pratyaya the kalarta pratyaya they all get bhava and karma if you look at 3470 mohodaya then that is no that I mean I am not denying it no no My so therefore see. Therefore mm. then the next if you see then the 72 gatyarthaka karma that gives the kartari prayoga for the gati dhatu the akarmaka dhatu slish shing all yeah, that I know then that then the 3476 the with that section is ending this sutra that is saying the cha because there is no other what should I say anuvritti is not coming from any of those other sutras I mean it is under pratyaya adhikara parascha adhikara what is that adhridas no that I don't know anyway dhatoho adhikara asti but anuvritti iti krityeva bhavati kriti krit iti eva given but the what should I say the bhava and karma they are also included for that alone is the cha there tho adhikarane cha the takara the ta pratyaya nishtha sakara pratyaya adhikarana cha usha bhagini I am not denying those purva sutras and their own validity. My question is, see, what does the Kashikakara says? Chakarat yata praptam cha dravyathebhyaha kartra bhava adhikaraneshu gatyathebhyaha ityukte kartra karma bhava adhikaraneshu prithavasanathebhyaha karma bhava adhikaraneshu What does it mean that? द्रव्यार्थेभ्यः हि सेड् दट् द्रव्यार्थेभ्यः हि सेड् दट् इस् कर्तृभाव अधिकरणेषु गत्यर्थेभ्यः हि सेड् दट् कर्तृ कर्म भाव अधिकरणेषु गत्यर्थेभ्यः इस् कमिङ्ग् अण्डर् कर्तृ अधिकरण ऐ मीन् कर्त्रार्थे कर्मार्थे भावार्थे अधिकरणार्थे अण्ड् द्रव्यार्थेभ्यः दोस् धातुतः दे कम् अण्डर् कर्त्रार्थे भावार्थे अण्ड् अधिकरण सो तत्र कर्म नास्ति या कर्तृभावान् अधिकरण इत्येव उक्तम् बट् गत्यर्थः कम्स् अण्डर् कर्तृ कर्म भाव अण्ड् अधिकरण अण्ड् प्रत्यवसनार्थेभ्यः कम्स् अण्डर् कर्म भाव अण्ड् अधिकरण सो तत्र कर्तुं नास्ति सो द्रव्यगतिप्रत्यवसनार्थेभ्यः यः तः विहितः सः अधिकरणे भवति चकारात् यथा प्राप्तम् सो दट्स् वाट् नौ विद्या भगिनी हेस् सेड् all these the just because we said adhikaranarthe doesn't mean that we are negating those that the other arthas karta or bhava or karma whichever dhatus so it doesn't mean that we are negating the other arthas we are only saying that it can also come under adhikaranarthe atra adhikaranarthe bhavati chet तत्र तु कर्तु भाव कर्म इति यदि तस्य प्रसक्तिः एव नास्ति न अत्र नास्ति बट् इट् इस् स्टिल् देर् दट्स् आल् दे वाण्ट् टु से नो लेट् इट् बी देर् बट् द मोमेण्ट् वी आर् इफ् यु लुक् अट् द वे लुक् अट् द वे इदम् इदम् एषां इति अस्ति उक्तम् अस्ति चेत् तत्र सो इदं भुक्तम् इदम् आशितम् इत्यादि पदम् अधिकरणार्थम् एव सूचयति कर्तृ भवतु कर्म भवतु भावार्थे भवतु तस्य प्रसक्तिः तु अन्यत्र नास्ति उक्तकर्त्वा केन् वि से बिकास् अधिकरण अस्ति कर्त्वा भावार्थे अपि उक्तो अस्ति कर्तार्थे अपि उक्तो अस्ति इत्युक्ते कर्तुः I think they are just saying, when we say adhikarana, it doesn't mean we are negating the other arthas. That is okay. I mean, some other, it doesn't fit my logic. No, they are only saying that the sutra is, I understand that, because right now it doesn't matter what other arthas are there or not. Because right now, adhikarana vachinacha and vachinascha, are only doing the bringing the shashti vibhakti and then taking away the samasa and then doing the samasa nisheda right so the chakrahanasya I mean special value it doesn't add any special value to it doesn't say that it only says that it is not denying the other aspects okay श्लोकं पठित्वा वदति वा उषा भगिनी अस्तु महोदय अस्मिन् पद्ये अस्य सूत्रस्य उदाहरणं लभ्यते मुकुन्दस्य आसिदम् इदं यातं रमापतेः भुक्तम् एतत् अनन्तस्य एतत् इति ऊचुः एतत् इति ऊचुः गोप्यः दिदृक्षवः ऐ लैक् दट् श्लोकाय लाट् मुकुन्दस्य इदम् आसितम् इदं यातं रमापतेः भुक्तम् एतत् अनन्तस्य इति एतत् इति ऊचुः गोप्यः दिदृक्षवः ओके श्लोकार्थः श्रीकृष्णं द्रष्टुम् अभिलाषिण्यः गोप्यः उक्तवत्यः इदं मुकुन्दस्य उपवेशनस्थानम् इति एतत् मुकुन्दस्य गमनागमनमार्गः इति एतत् मुकुन्दस्य भोजनस्थानम् इति मुकुन्दस्य आसितम् इदम् इति ऐ मीन् शी नीड् नाट् पुट् द नेक्स्ट् इदं हियर् मुकुन्दस्य आसितम् इदम् इति एतत् श्रीकृष्ण एतत् श्रीकृष्णस्य उपवेशनस्थानम् आसितम् आस्यते अस्मिन् इति आसनस्थानम् इत्यर्थः. द्रव्य उदाहरणम् इदम् आस इति धातु उपवेशने इति द्रव्यर्थकधातुतः अधिकरणार्थे थ प्रत्ययः विधीयते. थो अधिकरणे च द्रव्यगतिप्रत्यवसनार्थेभ्यः इति सूत्रेण आस् इति धातुः सेट् इति कृत्वा इडागमः भूत्वा आसितम् इति रूपं लभ्यते. पक्षे आसेः अकर्मकत्वात् कर्तरीभावे च अपि अकर्मकत्वात् कर्तरीभावे च अपि तप्रत्ययान्तं रूपं लभ्यते. अट्लीस्ट् हि मेन्शन्ड् इट् हियर् नौ. तो अधिकरणे च द्रव्यगतिप्रत्यवसनार्थेभ्यः इति सूत्रे चकारग्रहणात् कर्त्रर्थे कर्मार्थे भावार्थे च तप्रत्ययः विधीयते. आस इति धातुः अकर्मकः इति कारणेन तप्रत्ययः कर्त्रर्थे भावार्थे च भवति. अण्ड् देन् द्रव्यगतिप्रत्यवसनार्थेभ्यः सूत्रे चकारग्रहणात् कर्तृर्थे कर्मार्थे भावार्थे. ओ ओके, सो वित् दट् आल् त्री आर् इन्क्लूडेड्. बट् आस् धातुतः आस् इति अकर्मकः इति कारणेन तप्रत्ययः कर्त्रार्थे भावार्थे च भवति. आम् भावार्थे ऐ केन् अण्डर्स्टाण्ड्. वि सेट् कर्त्रार्थे अपि वा अकर्मकः. ओके, गत्यर्थकर्म. ओ ओके ओके, गत्यर्थ अकर्मक. गत्यर्थ अकर्मक श्लिश शीङ् स्था दट्स् वेर् द कर्त्रार्थे कम्स्. गत्यर्थ अकर्मक श्लिश शीङ् स्था अस अव वस अस वस जन रुह जीर्यतिभ्यश्च. अस वस जन रुह जीर्यतिभ्यश्च. ओके, इति सूत्रेण गत्यर्थकधातुतः अकर्मकेभ्यः च धातुभ्यः तप्रत्ययः कर्त्रर्थे भवति. तयोरेव कृत्यर्थकलर्थाः इति सूत्रेण तप्रत्ययः कर्मार्थे भावार्थे च भवति. कर्तरिप्रयोगे वाक्यं भवति मुकुन्दः आसितः इति. भावे प्रयोगे वाक्यं भवति तेन आसितम् इति. ईवन् दो ऐ मीन् अत्र दे आर् आल् नाट् इम्पार्टेण्ट्, शी गिव्स् अस् द होल् थिङ्ग् Yeah, but just to complete the sense of the tha pratyaya, I think she is giving us all those. You're right. But mukundasya asitam itam, I understand, yeah. Asitam iti tha pratyaya, atra dravyarte asti. Asiti dhatuhu, akarmaka dhatuhu, akarmaka dhatuhu ityanena, dravya iti dhatu, dravya arte, यत् धातोः अस्ति इति कृते आस् इति धातुतः तप्रत्ययः विधीयते. आसितम् इति भवति, मुकुन्दस्य आसितम् इति भवति, इदम् इति प्रथमाविभक्तौ भवति. मुकुन्दस्य आसितम् इदं मुकुन्दस्य आसितम् इदम् इदम् इति अनेन इदम् इति प्रथमाविभक्तौ भवति, अधिकरणम् उक्तं भवति. मुकुन्दस्य इति षष्टिविभक्तिः भवति. अधिकरणवाचिनश्च इति सूत्रेण कर्तृकर्मणो कृति इत्यनेन षष्ठी, अण्डेन् न लोकाव्ययनिष्ठा कलर्तृणाम् इति अनेन निषेध, अनन्तरम् अधिकरणवाचिनश्च अधिकरणवाचिनश्च इत्यनेन षष्टिविभक्ति पुनर्विधानम्. अत्र पश्यतु भगिनि, इदं मुकुन्दस्य उपवेशस्थानम्. Mm-hmm. Then why did she have to change it to Yetas Mukundasya Gamanartham Margaha? Why didn't we use the Idam, Idam, Idam, Sarvatra? No, Margaha... Because in the Shloka it is Yetas. No, no, Margaha iti... No, no, that's what I'm saying. Idam iti upaveshanasthanam iti napumsakalingam. Whereas gamanagamana margaha, margaha iti pratama ide pullinga. So etat. No, no, tat etat is not a pratama, it's not a pullinga. Tat etat api namumsakalinga na? Etat api namumsakalingam. Napumsakalingam dane. एतत् मुकुन्दस्य गमनागमनमार्गः एतत् मुकुन्दस्य भोजनस्थानं भोजनस्थानम् इति कृते एतत् नपुंसकं मुकुन्दस्य आसितम् इदम् इदं यातं रमापतेः ऐ एम् जस्ट् लुकिङ्ग् एट् द श्लोक इदं मुकुन्दस्य आसितम् अस्ति सो So, idam mukundasya upaveshana sthanam. Okay. Idam yatam ramapate. So, idam mukundasya gamanagamana margaha. Right? Yeah, yeah. Bhuktam etat anantasya, tatra etat anantasya bhojana sthanam. Matava, etat mukundasya bhojana sthanam iti. Right? Yeah, yeah. So, that should have been idam also. Yeah. इदं मुकुन्दस्य गमनागमनं What is the final meaning difference? I think etat na romba kitta ka na irukonu nikiren amma no but then idam na appadi edho artham irukku konja slight difference irukku the meaning la onnu romba kitta ka innonu konja kitta ka appo dura ka adha three types tatra means idam etat is the near and very near That's vaguely I remember. I don't exactly remember. But, somewhat like this. Yeah, etat is very, very close. Yeah. Mm. But still... But because both are Nabumsakalinga, you can use anyone. That is what is implied, I feel. Yeah, that is okay. But I am trying to find out the finer difference between that. एतत् मुकुन्दस्य भोजनम् इति वदतु इदं यातं रमापतेः ओके देर् शी कम्स् बेक् टु इदं यातं रमापतेः गमनागमनमार्गः सो देर् शी हेस् पुट् एतत् इदं यातं रमापतेः इदं रमापतेः गमनागमनमार्गस्य गमनागमनस्य मार्गः इत्यर्थः यातम् इति गम्यते अत्र इति यातं मार्गः इत्यर्थः ओके गत्यर्थ उदाहरणम् इदं या गतिप्रापणयोः इति गत्यर्थकधातुतः अधिकरणार्थे त प्रत्ययः विधीयते तो अधिकरणे ओके द्रव्यगतिप्रत्यय सो गति अर्थः ओके इदं यातं यातं रमापतेः But I also wonder why she put etat is the, does that have any significance? I don't know. But here it is like what the shloka says, idam yatam ramapatehe. Anyway, it's a minor thing, but you know, when I look very with a magnifying glass, all the sentences. Because there is the reason why I do that is that I feel that shishta prayoga always has some hidden meaning in using a particular word. You are right because everything has got significance. Yeah, so if we don't look at very scrutinized, see, otherwise cursory glance it will all look acceptable. But mm-hmm. when you are getting into the finer sub, see, that is if you have studied the Vakyavadiya of Bhartrihari mm-hmm. in the that he is so particular that a word has got a very precise intended meaning which should be generated in the mind when mm-hmm. we are using it. A similar word will fall short of that exact intent of the speaker. Mm. The meaning may not change, but the what you call shabdartha, no? Mm. Shabdartha. It should produce the right image. That intent, you know, will not be created if you use a paryaya pada mm. in some places, but. In some places, Paryaya Padam, and this will make only the same meaning only. But mm-hmm. that should not be the case that when you use it, that what very clearly he says that in that. When he is explaining the Spoda, mm-hmm. he is getting into the nitty-gritty of these details. That's why I got into the habit of looking into the finer aspects of the words. Mm. Mm. Anyway. Nice. Mm. Oh, that's in Vakya. Etat Anandasya Muktam. Yeah, here, even this, here he has given Vakyapatiyam this. He has done a beautiful job. After Vakyapatiyam Dattamasti. See, Vakyapatiyam. Brahma Kantam. Vakya Kantam. Right? Hmm. He has given these two kantas in that. Padakante, each one. Jadi Samuddesha. I have heard some lectures, some aspects of it. I have not studied this fully. Okay. Especially the Spota part mm. comes in the Brahma Sutra. Mm, yes. Spota, and then that becomes. Yeah. So that is where I went into the details of it. Okay, so now the only thing which is left is this sutra. No, this last work is the Gedi Gopyaham Didirpshavaha Uchuhu Evam Darshanavilishaniyaha Gopyaha Uktavaktyaha Uchuhu Iti Lit Lakare Pratama Purushe Bhuvachanantam Rupam Uchuhu Nama Uktam इत्यर्थः दिदृक्षु दिदृक्षु इति सन्नन्द रूपमस्ति दिदृक्षु द्रष्टुम् इच्छन् इति दिदृष्टु तस्य बहुवचनमस्ति दिदृक्षव इति गोप्यः इति सामान्यं पदमस्ति तदा अन्तिमसूत्रमस्ति अधिकरणवाचिनश्च तत् उषा भगिनी पठतु अधिकरणवाचिनश्च अधिकरणवाचिनः तस्य प्रयोगे षष्ठी विभक्तिः भवति तो अधिकरणे च द्रव्यगतिप्रत्यवसनार्थेभ्यः इति सूत्रेण अधिकरणार्थे यः तप्रत्ययः विधीयते तस्य ग्रहणं भवति प्रकृतसूत्रे तप्रत्ययः निष्ठासंज्ञकः इति कृत्वा तस्य योगे कर्तुः कर्मणः षष्ठी न भवति न लोकावेयनिष्ठाकलर्तॄणाम् इति सूत्रेण प्रकृतसूत्रं न लोकाव्ययनिष्ठाकलर्तॄणाम् इति सूत्रस्य अपवादः अस्ति अधिकरणं वक्ति इति अधिकरणवाचि तस्य अधिकरणवाचिनः अधिकरणवाचिनः षष्ट्यन्तं च अव्ययं षष्टिशेषे इत्यस्मात् षष्टि इत्यस्य अनुवृत्तिः तस्य च वर्तमाने इति सूत्रात् तस्य इत्यस्य अनुवृत्तिः अनभिहिते इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अधिकरणवाचिनः तस्य च षष्टि अनभिहिते यथा इदं येषाम् आसितम् इदं येषां शयितम् इदम् अहेः सुप्तम् इदं वनकपेः यातम् इदं येषां भुक्तम् इदं येषाम् अशितम् इदं येषां गतम् अधिकरणवाचिनश्च इति सूत्रेण षष्टिकर्तुः अनुक्तकर्तुः अनुक्तकर्म नाट् अनुक्तकर्म अनुक्तकर्ता षष्टिविभक्तिः भवति षष्टिविभक्तिः भवति यथा षष्टिविभक्तिः प्राप्ता भवति कर्तृकर्मणो कृति इत्यनेन न लोकाव्ययनिष्ठा कर्तृणाम् इति सूत्रेण तस्य निषेधः भवति, परन्तु अधिकरणवाचिनश्च इति सूत्रेण अधिकरणवाचिनः तप्रत्ययस्य कृते षष्टि पुनर्विधानं भवति इति सूत्रं वदति. अत्र तस्य च वर्तमाने ओके ओ अनभिहिते इत्यस्य अधिकारः आम् तदेव अस्ति. सो कर्तृकर्मणो कृति देन् न लोकाव्ययनिष्ठकर्तृणां तदनन्तरम् अधिकरणवाचिनश्च. बट् आर्डर् इस् लैक् वाट् इस् दट् अधिकरण द आर्डर् इस् लैक् कर्तृकर्मणो कृति उभयप्राप्तौ कर्मणि तस्य च वर्तमाने अण्ड् देन् अधिकरणवाचिनश्च अण्ड् देन् न लोकाव्ययनिष्ठा कर्तृणां पूर्वसूत्रं न लोकाव्ययनिष्ठा कर्तृणां 69 दट् इस् 68 परसूत्रं बलवत् भवति वा? न न बट् अधिकरणवाचिनश्च अत्र नौ फर् दिस् पर्टिक्युलर् थिङ्ग् नौ दट् टेक्स् ओवर् अन्यत्र लब्धावकाशः नास्ति इति कृत्वा विप्रतिषेधं नास्ति इति कृत्वा परत्व परसूत्रस्य बलं न अत्र अत्र आयाति. यदि यत्र यत्र विप्रतिषेधः भवति तत्र एव सूत्रस्य बलाबलचिन्तनं भवति. अधिकरणवाचिनश्च इति नियमते अधिकरणवाचि अस्ति चेत् भवति इति तस्य कृते अपवादः इति वक्तुं शक्यते. अपवादबलेन अपवादबलेन षष्टिविभक्तिः विधीयते इति कृत्वा बलाबलचिन्तनं न भवति. अस्तु अत्र स्थगयाम. धन्यवादः. नेक्स्ट् वीक् विल् नाट् मीट् विल् मीट् आफ्टर् दट् ओके ओके धन्यवादः नमस्कारः नमस्कारः नमस्कारः धन्यवादः धन्यवादः.